स यः सङ्कल्पं ब्रह्मेत्युपास्ते सङ्कृप्तान् वै लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितो अव्यथमानान् अव्यथमानो अभिसिद्ध्यति यावत् सङ्कल्पस्य गतं तत्र यथा कां चरोति यः सङ्कल्पं ब्रह्मेत्युपास्ते अस्ति भगवत्सङ्कल्पाद् भूयते सङ्कल्पाद् वाग्भूयो अस्ति तन्मे भगवान् ब्रवीत्विते स यः सङ्कल्पं ब्रह्मेति ब्रह्मबुद्ध्या उपास्ते सङ्कृप्तान् वै धात्र अस्य इमे लोकाः फलमिति कृप्तान् समर्थितान् सङ्कल्पितान् सविद्वान् ध्रुवान् नित्यान् अत्यन्त अध्रुवापेक्षय ध्रुवश्च स्वयं लोकिनो हि अध्रुवत्वे लोके ध्रुवकृप्तिः व्यर्थ इति ध्रुवस्सन् प्रतिष्ठितान् उपकरणसम्पन्नान् इत्यर्थः पशुपुत्रादिभिः प्रतिष्ठति इति दर्शनात् स्वयं च प्रतिष्ठितः आत्मीय उपकरणसम्पन्नः अव्यथमानान् अमित्रादित्रासरहितान् अव्यथमानश्च स्वयम् अभिसिद्ध्यति अभिप्राप्नोति इत्यर्थः यावत् सङ्कल्पस्य गतं सङ्कल्पगोचरः तत्रस्य यथा कामचारो भवति आत्मनः सङ्कल्पस्य न तु सर्वेषां सङ्कल्पस्य इति उत्तरफलविरोधात् यः सङ्कल्पं ब्रह्मेत्युपास्ति इत्यादि पूर्वत् इति चतुर्थखण्डभाष्यं पञ्चमः खण्डः चित्तं भावसङ्कल्पात् भूयो यदा वै चेत यथयाथ सङ्कल्पयते अथ मानस्यति अथ वाचं मीरयति तां नाम नीरयति नाम निमन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि चित्तं वा सङ्कल्पात् भूयः चित्तं चेतयितृत्वं प्राप्तकाल अनुरूपबोधवत्वम् अतीत अनागतविषयप्रयोजननिरूपणसामर्थ्यं च तत्सङ्कल्पादपि भूयः कथं यदा वै प्राप्तं वस्तु इदमेवं प्राप्तमिति चेतयते तदा तदादानाय वा अपोहाय वा अथ सङ्कल्पयते अथ मनस्यति इत्यादि पूर्वत् तानि वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि तस्माद् यद्यपि बहुविधचित्तो भवति नायमस्तीति एव येन माहु यदयं वेद यद्वायं विद्वान्नित्थम् अचित्तः स्यादिति अथ यदि अल्पविच्चित्तवान् भवति तस्मा एव उत शुश्रूषन्ते चित्तकं हि एव येषाम् एकायनं चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्येते तानि सङ्कल्पादीनि कर्मफलान्तानि चित्तैकायनानि चित्तात्मानि चित्तोत्पत्तीनि चित्ते प्रतिष्ठितानि चित्तस्थितानि इत्यपि पूर्वत् किञ्च चित्तस्य माहात्म्यं यस्मात् चित्तं सङ्कल्पादिमूलं तस्मात् यद्यपि बहुविद् बहुशास्त्रादिपरिज्ञानवान् सन् अचित्तो भवति प्राप्तादिचेतयितृत्वसामर्थ्यविरहितो भवति तं निपुणाः लौकिकाः नायमस्ति विद्यमानमपि असत्समयेव इति एनमाहु यच्चायं किञ्चित् शास्त्रादिवेद श्रुतवान् तदपि अस्य वृथा एव इति कथयन्ति कस्मान् यदि अयं विद्वान् स्यात् इत्थम् एवम् अचित्तो न स्यात् तस्मादस्य श्रुतमपि अश्रुतमेव इत्याहुः इत्यर्थः अथ अल्पविदपि यदि चित्तवान् भवति तस्मा एतस्मै तदुक्तार्थग्रहणाय एव उतापि शुश्रूषन्ते श्रोतुमिच्छन्ति एतस्माच्च चित्तं हि एव येषां सङ्कल्पादीनाम् एकायनमित्यादि पूर्वत् स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान् वैसलोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितो अव्यतमानान् अव्यतमानमि सिद्धिरे यावच्चित्तस्य गतं तत्रास्य यथा कांचारो भवते यश्चित्तं ब्रह्मेत्युपास्ते अस्ति भगवान् चित्ताद् भूयते चित्ताद्वाग्भूयो अस्ति तन्मे भगवान् ब्रवीत्विते चितान् उपचितान् बुद्धिमद्गुणैः स चित्तोपासकः ध्रुवान् इत्यादि च उक्तात् षष्ठखण्डः ध्यानं वावचित्ताद् भूयो ध्यायतीव पृथिवी ध्यायतीव अन्तरिक्षं ध्यायतीव द्यौः ध्यायन्तीव आपां ध्यायन्तीव पर्वतादेव मनुष्याः तस्माद्ध्यायेह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादागुंशा इव एव ते भवन्ति अथ ये अल्पाः कलहिनः पिशुनाः उपवादिनः ते अथ ये प्रभवो ध्यानापादागुंशा इव एव ते भवन्ति ध्यानमुपास्वेते स यो ध्यानं ब्रह्मेत्युपास्ते यावद्ध्यानस्य गतं तत्र यथा कांचारो भवति यो ध्यानं ब्रह्मेत्युपास्ते अस्ति भगवो ध्यानाद्भूयति ध्यानाद्वायुभूयो अस्ति तन्मे भगवान् ब्रवीत्विते ज्ञानं वा विचित्ताद्भूयः। ध्यानं नाम शास्त्रोक्तदेवतादि आलम्बनेषु अचलः भिन्नजातीः अनन्तरितः प्रत्ययसन्तानः एकाग्रता इति यमाहुः। दृश्यते च ध्यानस्य माहात्म्यं परतः। कथं? यथा योगी ध्यायन् निश्चलो भवति ध्यानफललाभे, एवं ध्यायतीव निश्चला दृश्यते पृथिवी, ध्यायतीव अन्तरिक्षम् इत्यादि समानमन्यते। देवश्च मनुष्याश्च देवमनुष्याः, मनुष्या इव देवसमः देवमनुष्यः, समादिगुणसम्पन्नः मनुष्यः देवस्वरूपं न जहति इत्यर्थः। यस्मादेवं विशिष्टं ध्यानं तस्माद् य इह लोके मनुष्याणामेव धनैः विद्यया गुणैर्वा महत्तां महत्त्वं प्राप्नुवन्ति, धनादिमहत्त्वहेतुं लभन्ते इत्यर्थः। ध्यानापादांश इव ध्यानस्य आपादनम् आपादः ध्यानफललाभः इत्येतत्। तस्यांशः अवयवः कला काचित् ध्यानफललाभकलावन्तः इव एव इत्यर्थः। ते भवन्ति निश्चला इव लक्ष्यन्ते, न क्षुद्रा इव। अत ये पुनः अल्पाः क्षुद्राः किञ्चिदपि धनादि महत्त्वा एकदेशम् अप्राप्ताः ते पूर्वोक्तविपरीताः कलहिनः कलहशीलाः पिशुनः परदोष उद्भासकाः उपवादिनः। परदोषं सामीप्ययुक्तमेव वदितुं शीलं येषां ते, उपवादिनश्च भवन्ति। अथ ये महत्त्वं प्राप्ताः धनादिनिमित्तं ते अन्यान् प्रति प्रभवन्ति इति प्रभवः। विद्याचार्यराजेश्वरादयः ध्यानपादांशाः इव इत्यादि उक्तार्थम्। अतः दृश्यते ध्यानस्य महत्त्वं फलतः, अतः भूयः चित्तात्, अतः तदुपास्व इत्यादि उक्तार्थम् इति षष्ठखण्डभाष्यम्। सप्तमखण्डः। विज्ञानं वा ध्यानात् भूयो विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेदं सामवेदम् अथर्वं चतुर्थमित्यासपुराणं पञ्चमं वेदानां वेदं पितृगं राशिं दैवं निधिं वाको वाक्यम् एकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यागम् सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं च आकाशं च आपश्च तेजश्च देवागुंश्च मनुष्यागुंश्च पजोगुंश्च वयागुंसि च तृणवनस्पतिं श्वापदानि आकीटपतङ्गपिपीलकं धर्मं च धर्मं च सत्यं च अनुतं च साधु च असाधु च हृदयज्ञं च हृदयज्ञं च अन्नं च रथं च इमं च लोकं मम च विज्ञानेनैव विजानाति विज्ञानम् उपास्वेते। विज्ञानं वा ध्यानात् भूयः। विज्ञानं शास्त्रार्थविषयं ज्ञानं तस्य ध्यानकारणत्वात् ध्यानात् भूयस्त्वं। कथं च तस्य भूयस्त्वमिति आह, विज्ञानेन वै ऋग्वेदं विजानाति अयं ऋग्वेद इति प्रमाणतया यस्य अर्थज्ञानं ध्यानकारणं तथा यजुर्वेदम् इत्यादि। किञ्च पश्वादींश्च धर्माधर्मं शास्त्रसिद्धौ साधु असाधुनि लोकतः अस्मार्थेव दृष्टविषयं च सर्वं विज्ञानेनैव विजानाति इत्यर्थः। तस्माद्युक्तं ध्यानाद् विज्ञानस्य भूयस्त्वम्, अथवा विज्ञानमुपास्व इति। स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स लोकान्ज्ञानवतो अभिसिद्ध्यते यावद् विज्ञानस्य गतं तत्र अस्ति यथा कामचारो भवति। यो विज्ञानं ब्रह्मेत्युपास्ते अस्ति भगवो विज्ञानाद्भूयते विज्ञानाद्वा भूयो अस्ति इति तन्मे भगवान् ब्रवीत्विते। शृणु उपासनफलं विज्ञानवतः। विज्ञानं येषु लोकेषु तान् विज्ञानवतो लोकान् ज्ञानवतश्च विसिध्यते अभिप्राप्नोति। विज्ञानं शास्त्रार्थविषयं ज्ञानम्, अन्यविषयं नैपुण्यं, तद्वद्भिः युक्तान् लोकान् प्राप्नोति इत्यर्थः। यावद्विज्ञानस्य इत्यादि पूर्वतम् इति सप्तमखण्डभाष्यम्। अष्टमखण्डः। बलं वा विज्ञानाद् भूयो आपीह शतं विज्ञानवताम् एको बलवान् आकम्पयते स यदा बली भवति अथ उत्थाता भवति उत्तिष्ठन् परिचरिता भवति परिचरन् उपसत्ता भवति उपसीदन् द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी तिष्ठति बलेन अन्तरिक्षं बलेन द्यौः बलेन पर्वत बलेन देवमनुष्याः बलेन पशवश्च वयागुंस्य तृणवनस्पतयः श्वापदानि आकीटपतङ्गपिपीलकं बलेन लोकः तिष्ठति बलमुपास्वेते। स यो बलं ब्रह्मेत्युपास्ते यावद्बलस्य गतं तत्र अस्य यथा कामचारो भवति। यो बलं ब्रह्मेत्युपास्ते अस्ति भगवो बलाद्भूयते बलाद्वायं भूयो अस्ति तन्मे भगवान् ब्रवीत् विधेयं बलं वा विज्ञानात् भूय बलमिति अन्न उपयोगजनितं मनसो विज्ञेये प्रतिभानसामर्थ्यम् अनशनात् ऋगादीनि नवै वा प्रतिभान्ति भो इति श्रुते शरीरेपि तदेव उत्थानादिसामर्थ्यं यस्मात् विज्ञानवतां शतमपि एकः प्राणी बलवान् आकम्पयति यथा हस्तिमत्तः मनुष्याणां शतं समुदितमपि यस्मादियम् अन्नादि उपयोगनिमित्तं बलं तस्मात् स पुरुषः यदा बली बलेन तद्वान् भवति अतः उत्थानस्य कर्ता उत्तिष्ठंश्च गुरूणाम् आचार्यश्च परिचरणस्य शुश्रूषायाः कर्ता भवति परिचरन् उपसत्त तेषां समीपको अन्तरङ्गः प्रियो भवति इत्यर्थः उपसीदंश्च सामीप्यं गच्छन् एकाग्रतया आचार्यस्य अन्यस्य च उपदेष्टुः गुरोः द्रष्टा भवति ततः तदुक्तस्य श्रोता भवति ततः इदं येभिः उक्तम् एवम् उपपद्यते इति उपपत्तितो मन्ता भवति मन्वानश्च बोद्धा भवति एवमेव इदमिति ततः एवं निश्चित्य तदुक्तार्थस्य कर्ता अनुष्ठाता भवति विज्ञात अनुष्ठानफलस्य अनुभवित भवति इत्यर्थः किञ्च बलस्य माहात्म्यं बलेन वै पृथिवी तिष्ठति इत्यादि ऋज्वर्थम् इति अष्टमखण्डभाष्यम्।